पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 3 शेष उवाच दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीं जहर्ष मदिमान् वीरश्चिरदर्शनलालसः भरतो विश्वकं मित्रं सुमुखं नगरं प्रति प्रेषयामास सचिवं नगरोत्सवसिद्धये भरद उवाच कुर्वन्तु लोकास्त्वरिदं रघुनाथागमोत्सवं मन्दिरे मन्दिरे रम्यं कृतकौतुकचित्रकं विपांसुका राजमार्गाश्चन्दनद्रवसिञ्चिताः प्रसूनभरः संक्लृप्ता हृष्टपुष्टजनावृताः विचित्रवर्णध्वजभा चित्रिताखिलस्वाङ्गणाः मेघागमे धनुरिव पश्यं त्वेव वलीमुखाः प्रतिगेहं तु लोकानां कारयं त्वगरूक्षणम् यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वन्तु लीलया हस्तिनो मम शैलाभानाधोरण सुयन्त्रितान् विचित्रयन्तु बहुशो गैरिकाद्युपधातुभिः वाजिनश्चित्रिदा भूय सुशोभन्धुमनोजवाः यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः कन्यासहस्रशोरम्याः सर्वाभरणभूषिताः गजोपरि समारूढा मुक्ताभिर्विकिरन्तु च ब्राह्मण्यपात्रहस्ताश्च दूर्वाहारिद्रसंयुताः सुवासिन्यो महाराजं रामं नीराजयन्तु ताः कौसल्या पुत्रसंयोगसदृश्ये विधुरा सती हर्षं प्राप्नोतु सुकृशा तदीक्षण सुलालसा इत्येवमादिरजनाः पुरशोभाविधायिकाः करोतु जनदा हृष्टा रामस्यागमनं प्रति शेष उवाच इति श्रुत्वा ततो वाक्यं सुमुखो मन्त्रवित्तमः प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाद् गत्वाध नगरीं तां वै मन्त्रीदु सुमुखाभिधः ख्यापयामास लोकानां रामागममहोत्सवम् लोका श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः पूर्वं तदीय विरहत्यक्त भोगसुखादयः ब्राह्मणा वेदसम्पन्नाः पवित्रा दर्भपाणयः दौदोत्तरीयवलिता जग्मुश्रीरघुनायकं क्षत्रियाये शूरतमा धनुर्बाणधरावराः सङ्ग्रामे बहुशो वीरा जेतारो ययुरप्यमुं वैश्याधनसमृद्धाश्च मुद्राशोभितपाणयः शुभवस्त्रपरिधाना अभिजग्मुर्नरेश्वरम् शूद्राद्विजेषु ये भक्ता स्वीयाचार सुनिष्ठिताः वेदाचाररताये वै तेऽपि जग्मुः पुरीपतिम् ये वृत्तिकरा लोका स्वे स्वे कर्मण्यधिष्ठिताः स्वकं वस्तु समादाय ययुश्रीरामभूपतिं युद्धं भूपति सन्देशात् प्रमोदाप्लवसंयुताः नानाकौतुकसंयुक्ता आजग्मुर्मनुजेश्वरं शेष उवाच रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् प्लवङ्गाः प्लवनायुर्युक्ता आकाशपथचारिणः स्वस्वशोभापरीताङ्गाश्चानु जग्मुः पुरोत्तमम् पुष्पकादवरुह्याशु नरयानमधारुहद सीतया सहितो रामः परिवारसमावृतः अयोध्यां प्रविवेशाध कृतकौतुकतोरणां हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषितां वीणापणव भैर्यादिवादित्रैराहतैर्भृशं शोभमानस्तूयमानसूदमागधबन्धिभिः जय राघवरामेदि जय सूर्यकुलाङ्गद जय दाशरथे देव जयताल्लोकनायकः इति शृण्वन् शुभां वाचं पौराणां हर्षिताङ्गिनां रामदर्शनसंजातपुलगोद्भेदशोभिनां प्रविवेशवरं मार्गं रध्या चत्वरभूषितं चन्दनोदकसंसिक्तं पुष्पपल्लवसंयुतं तदा पौराङ्गना काश्चिद्गवाक्षबिलमाश्रिताः रघुनाथस्वरूपेक्षा जातकामा अधाब्रुवन् पौराङ्गना ऊचुः धन्या अभूवन् बदबिल्लकन्या वनेषु या राममुखारविन्दम् सलोचनेन्दीवरकैरथापिबन् स्वभाग्यसंजातमहोदया इमाः धन्यं मुखं पश्यद वीरधाम्न श्रीरामदेवस्य सरोजनेत्रं यद्दर्शनं धातृमुखासुरा अपि प्रापुर्महद्भाग्ययुधा वयं त्वहो यदन्मुखं पश्यद चारुहासं किरीडसं शोभिनिजोत्तमाङ्गं बन्धूकधिक्कारलसच्चविप्रदं दन्तच्छदं बिभ्रदमुच्चनासम् इति गदिदवदीस्ताः स्नेहभारेण रामा नलिनदल सदृक्षैर्नेत्रपादैर्निरीक्ष्य निखिल गुरुरनूनप्रेमभारं नृलोकं जननि गृहमियेष प्रोषिताङ्गेन हृष्टः इति श्रीपद्मपुराणे पादालखण्डे शेषवाध्यायनसंवादे रामाश्वमेधे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ॐ